पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 113 रम्भोवाच तपयेदत्परित्यज्य किं वा लोकयसे शुभे तपसः क्षरणं साध्वै पुरुषस्यापि चिन्तनाद अशोकसुन्दर्युवाच तपसि मे मनोलीनं नहुषस्यापि काम्यया न मां चालयितुं शक्ता देवासुरमहोरगाः येनं दृष्ट्वा महाभागे मे मनश्चलदे भृश्यं रन्धुमिच्छाम्यहं गत्वा एवमुत्सुकदां गदम् एवं विभर्ययश्चासीन् मनसो मे वरावने तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम् आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः कस्मान्मे धावते चेद उत्सुकं रन्धुमेव च रम्भोवाच सर्वेष्वेव महाभागे देहरूपेषु भामिनि वसत्यात्मा स्वयं ब्रह्मज्ञानरूपसनातनः यद्यपि प्रक्रियाबद्धैरिन्द्रियैरुपकारिभिः मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम् अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुन्दरी गच्छन्त्यपि मनस्तापमेनं दृष्ट्वा महामतिं पापमेवं परित्यज्य सत्यमेवं प्रधावति भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः अन्यं दृष्ट्वा विशङ्केद पुरुषं पापलक्षणं एवं विधिकृतो देवै सत्यपाशेन बन्धितः यदस्य आयुपुत्रोऽपि भर्तृत्वमुपयास्यति एवमाकर्णिदं भद्रे आत्मनात्तं च सुन्दरि तद्भावसत्यसम्बन्धं परिगृह्य स्थितः स्वयम् अन्यं भावं न जानाति आयुपुत्रं च विन्तति प्रकृतिर्नैव ते देवि पदिं जानाति चागदम् एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति आत्मा सर्वं प्रजानादि आत्मा देवः सनातनः अयमेष स वीरेन्द्रो नहुषो नाम वीर्यवान् तस्माद्गच्छति चेदस्ते सत्यं सम्बन्धमिच्छते ज्ञात्वा चायोऽसु दम्भद्रे अन्यं चैव न गच्छति एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतं कुण्डं हत्वा महाघोरं समरे दानवाधमं त्वां न इष्यति स्वस्थानमायोश्च गृहमुत्तमम् कृतो दैत्येन वीरेन्द्रो निजपुण्येन शेषितः बाल्यात् प्रभृति वीरेन्द्रो वियुक्तस्वचनेन वै पितृमातृविहीनस्तु गतो वृद्धिं महावने यास्यत्येव पितुर्गेहं त्वयैव सहसाम्प्रतम् एवमाभाषितं श्रुत्वा रम्भाया शिवनन्दिनी हर्षेण महदा विष्ठा तामुवाच समुद्रजाम् अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान् मनो मे धावदेत्यर्थं शोकाकुलितविह्वलं नास्ति चित्तसमो देवो जानादि सुविनिश्चितम् सत्यमेदन्मया दृष्टं सुचित्रं चारुहासिनि मनोभव समानं तु पुरुषं दिव्यलक्षणं न धावति महाचेद येनं दृष्ट्वा यथा सखि तथा न धावदे भद्रे पुंसमन्यं न मन्यते येनं गन्तव्यमावाभ्यां सखीभिर्गृहमेव हि एवमाभाष्यस्सारम्भ गमनायोपचक्रमे गमनायोत्सुकां ज्ञात्वा नहुषस्यां प्रति तामुवाच तदोरम्भा कस्माद्देवि न गम्यते सूत उवाच सख्या च रम्भया सार्धं नहुषं वीरलक्षणं तस्यान्तिकं सुसम्प्राप्य प्रेषयामास तां सखीं येनं गच्छ महाभागे नहुषं देवरूपिणं कथयस्व कथामेतां तवार्थे आगदा यदः रम्भोवाच एवं सखि करिष्यामि सुप्रियं तव सुव्रते एवमुक्त्वा गदारम्भा नहुषं राजनन्दनं चापबाणधरं वीरं द्वितीयमिव वासवं प्रत्युवाच गदारम्भा सख्या वचनमुत्तमम् आयुपुत्रमहाभाग रम्भा हंसमुपागता शिवस्य कन्यया वीरतयाहं परिप्रेषिता तवार्थं देवदेवेन देव्या देवेन वैपुरा भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभं दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेन्द्रैस्तपोधनैः गन्धर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः स्वयमेव समायादं तवार्थे शृणु साम्प्रदं स्त्रीरत्नं तन्महाप्राज्ञसम्पूर्णं पुण्यनिर्मितम् अशोकसुन्दरी नाम तवार्थं तपसि स्थिता अत्यर्थं तु तपस्तप्तं भवन्तमिच्छदे सदा एवं ज्ञात्वा महाभाग भजमानां भजस्व हि त्वामृते सावरारोह पुरुषं नैव याचते नहुषेण तयोक्तं तु श्रुत्वा वधारितं वचः प्रत्युत्तरं ददौ चाध रम्भे मे श्रूयतां वचः तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रदः मामग्रे कथितं पूर्वं वसिष्ठेन महात्मना सर्वमेव विजानामि अस्यास्तु तप उत्तमम् श्रूयतां कारणं भद्रे यथा सौख्यं भविष्यति अहत्वा दानवं कुण्डं न गच्छामि वराङ्गनां सर्वमेदः सुवृत्तां तमहं जाने तथैव हि ममार्थे तव सम्भूतिस्तपश्च चरितं त्वया मम भार्या न सन्देहो भवति विधिना कृता ममार्थे निश्चयं कृत्वा तप आचरितं त्वया हृदा तस्मात् सुपापेन भवति नियमान्विता सूदि गृहादहं तेन दानवेनाधमेन वै बालभावस्थितो देवि पितृमातृविनाकृदः तस्मात् तं तु हनिष्यामि हुण्डं वै दानवाधवम् पश्चात्त्वामुपनेष्येऽहं वसिष्ठस्याश्रमं प्रति एवं कथय भद्रं ते रम्भे मत्प्रियकारिणीम् एवं विसर्जिता तेन सत्वरं सा गता पुनः अशोकसुन्दरीं देवीं कथयामास तस्य च समासेन तथा सर्वं रम्भा सा द्विजसत्तम अशोकसुन्दरी साधु अवधार्य सुभाषितं नकुशस्य सुवीरस्य हर्षेण च समन्विता तत्तौ तत्र तया सार्धं सुसख्या रम्भया तदा भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये श्यवनचरित्रे नहुशाख्याने त्रयोदशाधिकशततमोऽध्यायः ॐ